किं पूर्णमदः वा अथवा सहना भवतु वा? सहना भवतु, सहनौ भुनक्तु, सह वीर्यं करवावहै, तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। धन्यवादः भगिनि, सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानविषयः अस्ति तत्र निजन्तम् इति, तत्र पुस्तके वयं पेज् 74 मध्ये स्मः। इदानीं तत्र विशेषसूचना इति अस्ति, ततः आरभ्य वयं पठामः। तर्हि शुभो भगिनि। आम् महोदय, विशेषसूचना इति तत्र प्रायः इत्युक्ते प्रायेण मोस्ट्लि निजन्ताः उभयपदिनः भवन्ति इति। कुत्रचित् एव तत्र वैकल्पिकरूपाणि केवलम् एकस्मिन् एव पदे भवति, नो चेत् प्रायः निजन्त उभयपदिनः एव इति। यथा गमयति गमयते, कारयति कारयते, दर्शयति दर्शयते, पाठयति पाठयते, स्मारयति स्मारयते, चोरयति चोरयते। केषाञ्चन निजन्तानाम् आत्मनेपदीरूपाणि न भवन्ति इति। तर्हि तत्र गमयति गमयते, तत्र पिता तत्र पुत्रं पाठशालां गमयति अथवा गमयते, द्वयमपि साधु इत्युक्ते कर्मणि प्रयोगेन तद् नास्ति उभयपदि तत्र आत्मनेपदी एव। आत्मनेपदी अस्ति किन्तु कर्मणि नास्ति। नास्ति नास्ति कर्मणि तत्र कर्मणि भवति चेत् गाम्यते इति किमपि भवति, द्रष्टव्यम्। अतः एव अहं तत्र एकवारं तस्मिन् विषये किञ्चित् चर्चां कुर्मः इति चिन्तितवान्। नाम केवलं रूपभेदः किन्तु अर्थभेदः नास्ति अत्र। गमयति अथवा गमयते समानार्थकः। आम्, अतः तत्र कर्मणि इति नास्ति। यद्यपि यकारः अस्ति, यकारः निच् यकारः अस्ति, न तु तत्र कर्मणि यकारः नास्ति। हा, तत्र निजन्ते गम्यते इति भवति महोदय, कर्मणि गम्यते तत्र। हा, इत्युक्ते तत्र कर्मणि यदा कुर्मः तदा द्रष्टुं शक्नुमः। किन्तु भगिनि तत्र तत्तु गम्यते, तत्तु तत्र गच्छति तस्य कर्मणि न निजन्ते तत्र निजन्ते भावकर्मणोः इति चितवती तत्रापि गम्यते, तत्रापि गम्यते एव भवति। आम्, अस्तु अस्तु अस्तु अस्तु, तर्हि तत्र अस्तु, तर्हि तत्र भेदः नास्ति। गच्छति तत्र भेदः नास्ति, गच्छति गम्यते, गमयति अपि गम्यते, किन्तु गमयते इति तु तत्र गमयति इति एव अर्थः। अतः तत्र मनसि क्लेशः मास्तु इति एव अहं तत्र उक्तवान्। तर्हि पाठयति पाठयते तत्र महोदय, गम् इत्यत्र दीर्घः न अभवत्, किन्तु पट् इति स्थापितवती, इदानीं पाठ्यते इति भवति तत्र निजन्ते भावकर्मणोः। इत्युक्ते तत्र गम् इत्यस्य तत्र दीर्घः प्रायशः निवारितः इति मन्ये। गतवर्गे तत्र आसीत् मितां ह्रस्वः, तत्रापि अतः गम्यते इति, अतः तत्र क्ले भ्रमः भवति, कर्तरि अस्ति वा निजन्ते अस्ति वा कर्मणि अस्ति वा इति। गमयते गम्यते, गमयते आर्धधातुकप्रत्ययनि आत्मनेपदिनः अस्ति चेत् गमयते, निजन्ते भावकर्मणि लकारे गम्यते गम्यते गमयते गम्यते, तत्र भेदः अस्ति। आतिदेशिकधातु किम् अस्ति तत् पश्यामः चेत् भेदः गमि गमि इति धातु आदिदेशिकधातु, तस्य रूपं किं भवति इति गमि आतिदेशिक इति अस्तु सम्यक् तदेव तस्य भेदः अस्ति तत्र सत्यम् ओके अस्तु अस्तु अग्रे सम्यक् भगिनि तत्र आतिदेशकधातुः एव गमि अस्ति तत् पठति वा भगिनि अग्रे यथा ध्रुव इति धारयति कम्प् इति कम्पयति नश् इति नाशयति युद्ध इति योधयति धारयते नाशयते कम्पयते योधयते इति रूपाणि न भवन्ति तत्र एतेषां धातूनां कृते ध्रुव नश् कम्प् युद्ध तत्र परस्मैपदीरूपाणि न भवन्ति इति केवलम् आत्मनेपदीरूपाणि न भवन्ति आत्मनेपदी क्षम्यताम् आत्मनेपदीरूपाणि न भवन्ति केवलं परस्मैपदी एव एतानि यानि रूपाणि दत्तानि तानि एव नाशयते धारयते कम्पयते योधयते इति रूपाणि न भवन्ति अतः तत्र अग्रे अस्ति इति मन्ये परन्तु सर्वेभ्यः निजन्तेभ्यः परस्मैपदम् अवश्यं भवति अतः सर्वेषामपि धातूनां निजन्तत्वेन प्रयोगे परस्मैपदीयुक्तानां रूपाणां प्रयोगेण दोषः न भवति तत्र वित् कान्फिडेन्स् कर्तुं शक्नुमः परस्मैपदी रूपाणि सर्वदा भवन्ति आत्मनेपदी रूपाणां विषये एव कुत्रचित् न भवति इति तथा अतः तत् परस्मैपदीरूपाणां उपयोगं कर्तुं शक्यते सर्वदा भवति यत् यः कोऽपि धातुः भवेत् तत्र परस्मैपदी निजन्तरूपं भवति एव अपि अस्माकं मनसि प्रायः क्लेशः यदि तदेव वयं सर्वदा कुर्मः तत्र क्लेशः न भवति नाम तत् कर्मणि णिच् अस्ति वा इति तत्र किमपि क्लेशः न भवति अस्तु किन्तु तत्र कदा न भवति तत्र आत्मनिपदीरूपाणि इति तत्र न उक्तं खलु तत्र न उक्तं तदेव तत्र नत्वनिजन्तपुस्तके उक्तं किन्तु यथा भवती भगिनी उक्तवती अस्माभिः न पठितम् अतः तत्र पदव्यवस्था इति तत् भिन्नप्रकरणम् अस्ति इति मन्ये अस्तु भगिनि अस्तु तर्हि तत्र समाधानं नाम तस्य तत्र विवरणं किञ्चित् दीर्घं भवति इति अस्तु नाम कदा न भवति कदा न भवति इति अस्तु ओके अस्तु तर्हि अस्तु अग्रे गच्छामः मञ्जूषायां लिखितानां क्रियापदानां सहायेन यथोदाहरणं शुद्धानि वाक्यानि रचयत उपवेशयति हासयति गापयति श्रावयति कारयति दापयति दर्शयति चालयति स्मारयति पातयति मार्जयति तस्य उपयोगं कृत्वा शुद्धानि वाक्यानि रचयत यथा माता कथा माता कथां श्रावयति इति श्रावयति शृणोति तत् श्रावयति इति वा तत्र वानरः फलं किं करोति पातयति वानरः फलं पातयति तातः क्रीडनकम् उपवेशति हासयति गापयति श्रावयति का दापयति क्रीडनकम् इति वा दापयति ददाति ददाति इत्यस्य दापयति आं भगिनि दापयति कर्मकरः प्रकोष्ठं कर्मकरः प्रकोष्ठं मार्जयति मार्जनं तस्य मार्जनं मार्जयति आपणिकः स्यूतम् आपणिकः अच्छा शाप्कीपर् इस् शोयिङ्ग् द स्यूतं दर्शयति आपणिकः श्रूयतः स्यूतः स्यूतं दर्शयति अस्तु अग्रजा श्लोकम् अग्रजा श्लोकं गापयति अग्रजा श्लोकं गापयति गापयति अस्तु तावत्पर्यन्तं भगिनि इदानीम् इदानीं तत्र एव केवलं अभ्यासार्थं तत्र बहुवचने अपि वदतु केवलं तत्र कर्तृपदस्य बहुवचनरूपम् अपि क्रियापदाः फलं पातयति पातयतः पातयन्ति वानराः फलं पातयन्ति तातः क्रीडनं तातः तातः तस्य बहुवचनं किमस्ति तातः ताताः ताताः ताताः क्रीडनं दापयन्ति कर्मकराः प्रकोष्ठं मार्जयन्ति आपणिकाः स्यूतः दर्शयन्ति अग्रजाः स्यूतं स्यूतं स्यूतं या स्यूतं दर्शयन्ति अग्रजाः श्लोकं गापयन्ति इति गापयन्ति समीचीनम् अस्तु समीचीनं भगिनि धन्यवादः अस्तु इदानीं शोभा भगिनी अग्रिम गृहस्थः गृहस्थः अतिथयः तत्र अतिथयः अतिथिः इति भवति अतिथिः अतिथयः तर्हि तस्य अतिथयः इत्युक्ते तत्र कीदृशं रूपम् अतिथि हरयः हरयः न प्रायशः हरयः इति कविः कवयः इत्युक्ते तत्र कवीन् कवीः कवीन् इति अतिथीन् अतिथीन् गृहस्थः अतिथीन् किं करोति तत्र मा पात स्मरति उपवेशयति अतिथीन् उपवेशयति उपवेशयति इति अस्ति अपि च शिक्षिका अपि च तत्र बहुवचने गृहस्थः अति अस्तु गृहस्थाः अतिथीन् उपवेशयन्ति इति भवति शिक्षिका स्तोत्रं स्मारयति अथवा स्मारयति श्रावयति श्रावयति प्रायः शिक्षिका स्तोत्रं श्रावयति शिक्षिकाः स्तोत्रं श्रावयन्ति मातुलः भोजनं कारयति तत्र मातुलः भोजनं कारयति मातुलाः भोजनं कारयन्ति सारथिः रथं चालयति सारथयः रथं चालयन्ति विदूषकः दर्शकान् हासयति तत्र हासयति विदूषकाः दर्शकान् हासयन्ति दर्शकान् खलु किम् उक्तवती दर्शकान् इति एव उक्तवती खलु इति मन्ये इति मन्ये दर्शकान् इति दर्शकान् अस्तु समीचीनं भगिनि अस्तु तत्र मार्जयति इति पूर्वम् उक्तं वा उक्तम् उक्तं तत्र प्रकोष्ठः कर्मकरः प्रकोष्ठः मार्जयति अस्तु तर्हि सर्वं पदानि तत्र उपयुज्य वाक्यं अस्तु अस्तु अस्तु समीचीनम् अस्तु तर्हि अग्रे तत्र इदानीम् अग्रे सम्भाषणम् अस्ति अतः वयम् आवां मिलित्वा पठितुं शक्नुमः महोदय अस्तु भगिनि अस्तु तदेव करोतु प्रथमत एकमेकं वाक्यं पठामि वा सर्वे अहम् एकवाक्यं पठामि शोभा भगिनी अन्यत् वाक्यं पठामि तत्र वत्से इति यदा आगच्छति तत्र प्रायशः अहं पठामि अस्तु तात वन्दे मातरं तात भवान् गमनं निश्चितवान् एव अवदत् पुत्री मैना. हा अस्तु, तातः वदति सत्यं वत्से मया रहसि स्थितेन भवितव्यम् एव. देहा किं देशहितं गृहं त्याजयति, देशहितं गृहं त्याजयति. नानासाहेबः अवदत् सचिन्तं तु मोहयति. नैव वत्से राष्ट्रहितकार्यमेव बलवत् तत् मां कार्ये प्रवर्तयति. मम तु चिन्ता गृहविषये एव. अलं चिन्तय, अहं सर्वं निर्वर्तयिष्यामि. आप्ताः मां कार्यमार्गं बोधयिष्यन्ति. ज्येष्ठाः च कार्याकार्यं ज्ञापयिष्यन्ति. तत्सर्वं प्रवर्तते, किन्तु आङ्ग्लाः भवतीं सन्तापयेयुः. अस्माभिः तत् पक्षीयाः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः. एवं सति किं ते कृतज्ञतां दर्शयेयुः. शत्रुनिग्रहः तेषां मुख्यं लक्ष्यम्, अतः ते द्वित्रदिनाभ्यन्तरे सैनिकान् अत्र प्रेषयिष्यन्ति. मम स्थितिं यदि भवती न ज्ञापयेत् तर्हि ते सैनिकाः दुर्गं पातयिष्यन्ति, भवनानि नाशयिष्यन्ति, सर्वान् भवनान् सर्वान् भवनात् निर्गमिष्यन्ति. भवत्याः मुखात् बलात् रहस्यं स्फोटयिष्यन्ति. ते मां तथा पीडयितुं नार्हन्ति. मम खड्गः तान् निवारयिष्यति. भगवान् अस्मान् रक्षिष्यति. अतः भवान् भवतु निश्चिन्तः. निःशङ्कं राष्ट्रकार्ये प्रवृत्तिः क्रियताम्. तात भवान् गमनं निश्चितवान् एव, अवदत् पुत्री मैना. मैना पुत्री यस्य नाम मैना अस्ति, सः पुत्रम् उद्दिश्य वदति. पितरम् उद्दिश्य वदति तात भवान् गमनं निश्चितवान् एव, भवान् गमनं निश्चितवान् इति निश्चितवान् वा इति पृष्टवती. गमनम् इत्युक्ते किं? गमनम् इत्युक्ते किं वदामि, प्रयासः. नाम गमनम् इति तत्र लुडन्तपदं खलु, नाम तत्र कुत्रापि गमनम् अस्ति, तद् गमनं निश्चितवान् वा इति, निश्चितं कृतवान् वा इति. समीचीनं. अग्रे शुभभगिनी. अस्तु, इत्युक्ते तत्र भवती अर्धपर्यन्तं पठितुम् इच्छति वा? अग्रे पठामि वा? अर्धभागं पठतु, तदनन्तरम् अहं पठामि. सत्यं वत्से पिता वदति, सत्यं वत्से यद् भवती उक्तवती तत्तु सत्यं. मया रहसि स्थितेन भवितव्यम् एव. मया रहसिस्थितेन कर्मणि प्रयोगे तत्र मया रहसि स्थितेन भवितव्यम् एव इत्युक्ते अहं रहसि स्थिते स्थित् अहं रहसि स्थितं नो किं वदामि रहसि स्थितम् एव स्थिते भावयामि भविष्यामि प्रायशः भवितव्यं. भवितव्यं सो भविष्यामि या मया रहसि यतोहि सो अहं रहसि स्थितं भविष्यामि एव भविष्यामि. स्थितम् इति भवति वा स्थिते प्रायशः अथवा स्थित्यां अहं रहसि स्थित्यां या भविष्यामि एव. देशहितं तत्र तत्र रहसि तत्र सप्तमी विभक्ति रहसि न भगिनी किन्तु मनसि क्लेशः अस्ति नाम तत्र किमपि सम्यक् नास्ति अत्र, नाम तत्र स्थितिः तु रहसि तु पुल्लिङ्गपदं खलु, अथवा तत्र इति पुल्लिङ्गपदं वा रहस् मनस् इति वा मनस् अथवा पुल्लिङ्गम् अथवा नपुंसकं वा किं तत्र किन्तु भगिनी तत्र नाम तत् स्त्रीलिङ्गपदं नास्ति, अपि स्थितिः तु स्त्रीलिङ्गपदम् अस्ति, अतः तत्र मम मनसि क्लेशः अस्ति तत्र कथं तत्र वयमपि नपुंसकलिङ्गे अस्ति रहस् इति रह् इति धातुः रहस् इति नपुंसकलिङ्गे अस्ति. अस्तु तर्हि मनः इव मनस् मनसि किन्तु भगिनि तर्हि तत्र स्थिति तु तत्र स्त्रीलिङ्गपदम् विशेषभावः नास्ति तत्र स्थिति इति तु नपुंसकलिङ्गे तु नास्ति तत्र किन्तु तत्र विभक्तिः भिन्ना अस्ति खलु महोदय सप्तमी न सत्यं सत्यं तत्र स्थितेन इति स्थितः स्थितः तत्र प्रथमाविभक्तिरूपं स्थितः स्थितेन इति तृतीया स्थितः प्रत्ययन्तपदं तर्हि तत्र अहं रहसि स्थितः भवामि इति भवति भगिनि तर्हि खलु भविष्यामि भवान् उक्तं प्रातिपदिक नाम भगिनि तत्र स्थितेन इति पदं तृतीयविभक्त्यन्तं खलु तर्हि प्रथमविभक्तिरूपं किं भवेत् प्रथमा स्थितः खलु पुल्लिङ्गे अस्ति पुल्लिङ्गे चेदेव तादृशं भवति शब्दपाठे तद् नास्ति शब्दपाठे प्रत्ययः स्थितः किमर्थं न दत्तं तत्र ओके पश्यामि सर्वाणि पदानि न दत्तानि भवन्ति तत्र समीचीनं सत्यं सत्यं तर्हि तत्र प्रथमाविभक्ति कर्तरीरूपम् अहं रहसि स्थितः भवामि अथवा भविष्यामि इति भवामि एव तर्हि रहसि इति तु तत् सप्तमीम् एव भवति सप्तम्याम् एव भवति अत्र स्थितिः स्थितः इति भवति देशहितं नो स्थितः इति वा कि कर्मपदं वा तत् न तत्र मया स्थितः इति भवति मया स्थितेन कर्तृपदम् अत एव तृतीया विभक्त्यन्तम् अस्ति किन्तु तत्र स्थितः इति तत्र मया इति अहम् इति भवति खलु महोदय रहसि स्थितः भविष्यामि एव इति अहं रहसि स्थितः भविष्यामि इति एव सत्यं भगिनि देशहितं गृहं त्याजयति देशाय हितं कर्णे न देशाय हितं कृत्वा न कृत्वा न देशाय देशहितकार्ये अहं गृहं त्याजयति त्यक्ता अहं न तत्र त्यजामि तत्र किन्तु तत्र देशहितम् इति एव कर्तृपदम् सत्यं सत्यं तर्हि तत्र देशहितं मां गृहं त्याजयति इति प्रायशः भवेत् खलु देशहितं मां गृहं त्याजयति करेक्ट् नानासाहेबः अवदत् सचिन्तम् इत्युक्ते स इत्युक्ते तेन सह इत्यर्थे चिन्तनेन सह चिन्तनेन सह चिन्तनेन सह उक्तः उक्तः गृहं तु पुत्री उक्तवती गृहं तु मोहयति गृहं तु मोहयति इत्युक्ते गृहं तु मोहयति भवन्तं मोहयति गृहं तु भवन्तं मोहयति तत्र पुनः गृहमेव कर्तृपदं हा गृहम् इति कर्तृपदं तर्हि मोहयति कम् अथवा किं मोहयति भवन्तं मोहयति हा किन्तु तातः अस्ति खलु तर्हि तत्र आदरः भवेत् इति कृत्वा भवन्तम् इति उक्तवान् तावदेव भवन्तं गृहं तु मोहयति नैव वत्से न वत्से इत्युक्ते न एव वत्से राष्ट्रहितकार्यमेव बलवत् राष्ट्रहितकार्यं मोहस्य तत्र कोऽपि मोहस्य कोऽपि कार्य कोऽपि उद्देश्य नास्ति राष्ट्रहितकार्यमेव बलवत् बलवत् नाम गृहस्य गृहमपि मोहयति राष्ट्रहितकार्यमपि मोहयति परन्तु राष्ट्रहितकार्यमेव बलवत् अस्ति बलवत् आम् तरप्तं प्रयते तप् बलवत् बलवत् तत् मां कार्ये प्रवर्तयति तत् मां कार्ये प्रवर्तयति प्रवर्तते तत् मां कार्ये प्रवर्तयति वर्तते भगिनि वर्तते वर्तयति वर्तयति प्रवर्तयति वर्तते प्रवर्तते परिवर्तनं किं करोमि तत्र तत्र मां कार्ये प्रवर्तयति ओ राष्ट्रहितकार्यमेव बलवत् तत् मां कार्ये प्रवर्तयति मां कार्ये कः प्रवर्तयति राष्ट्रहितकार्यं प्रवर्तयति सत्यं सत्यं सत्यं तदेव अस्ति सत्यं तदेव मम तु चिन्ता ग्रहविषये एव मम तु चिन्ता अहं ग्रहविषये चिन्तां करोमि चिन्तां करोमि सत्यं ग्रहविषये चिन्तां करोमि मम अहं गृहविषये एव चिन्तां करोमि चिन्ता मास्तु तात् अहं सर्वं निवर्तयिष्यामि अहं निर्वर्तयिष्यामि निर्वर्तयिष्यामि अहं सर्वं सर्व गृहस्य विषये चिन्ता मास्तु तात् अहं सर्वं निर्वर्तयामि निर्वर्तयिष्यामि ओ निर्वर्तयिष्यामि किं किं पदं तत्र वर्तते इति एव तत्र वर्तते इति एव तत्र निवर्तते निर्वर्तयिष्यामि किं करणीयं तत्र किं पदं किं तत्र तत्र निर् इति उपसर्गः वर्तयिष्यामि करेक्ट् कस्मिन् विषये वक्तुमिच्छति भगिनी भवती अहं सर्वं निर्वर्तयिष्यामि इत्युक्ते अहं सर्वं निर्वहणं करोमि इति तस्य निर्वहणं निर्वाहणं करोमि निर्वहणं निर्वहणं प्रायशः निर्वाहणं वा निर्वहणं वा निर्वाहः इति अपि अस्ति निर्वहणं प्रायशः निर्वहणं निर्वाहम् अथवा निर्वहणम् अहं सर्वं निर्वहणं करिष्यामि आप्ताः मां कार्यमार्गं बोधयिष्यन्ति आप्ताः इत्युक्ते फ्रेण्ड्स् अण्ड् रिलेटिव्स् रैट् आप्ताः सो वाट् यु से फार् अनदर् आत्मीयाः अन्यदपि अर्थः नाम तत्र सत्यं यत् वदति सः एव आप्तः इति नाम सत्यम् अथवा तत् यत् सम्यक् वदति मम मम शुभचिन्तकः तादृशं सत्यं भवति मम शुभचिन्तकः कार्यमार्गं बोधयिष्यन्ति इत्युक्ते कार्यमार्गं कार्यमार्गस्य दर्शयिष्यन्ति समीचीनं दर्शयिष्यन्ति ज्येष्ठाः च कार्याकार्यं ज्ञापयिष्यन्ति ज्येष्ठाः एव ज्येष्ठाः च कार्याकार्यं किं कार्यं करणीयं किं कार्यं न करणीयम् इति विषये ते बोधयिष्यन्ति तत्र पद कार्य नाम यत् करणीयम् अपि यत् न करणीयम् इति विषये ज्ञापयिष्यन्ति ज्ञापयिष्यन्ति इत्युक्ते बोधयिष्यन्ति तदेव तदेव सत्यं भगिनि नाम किन्तु अथवा स्मारयिष्यन्ति स्मारयिष्यन्ति अस्तु किन्तु तत्र कार्याकार्यं तत्र कार्यम् अकार्यम् अकार्यं कार्यम् इत्युक्ते यत् करणीयं तदेव कार्यं करणीयम् अपि च यत् कार्यं न करणीयम् इति विषये ज्येष्ठाः मां स्मारयिष्यन्ति इति समीचीनं अस्तु उत्तमं भगिनि अस्तु अग्रे तर्हि तत्र शोभगिनी पठति वा अथवा आं महोदय अग्रे तत् सर्वं प्रवर्तते किन्तु आङ्ग्लाः भवतीं सन्तापयेयुः तत्सर्वं प्रवर्तते यत् भवती उक्तवती तत्सर्वं प्रवर्तते किन्तु तस्य चिन्ता अस्ति इदानीं तातस्य आङ्ग्लाः इति तत्र ब्रिटिश् जनाः भवतीं सन्तापयेयुः तत्र विधिलिङ्ग् भवति सन्तापयेयुः इति तत्र तस्य सम्भावना अस्ति इति तत्सर्वं भवतु किन्तु तथापि मम चिन्ता अस्ति यत् भवती किं तत्र उत्तराणि न दास्यति किन्तु ते भवतीं सन्तापयेयुः इति अपि च अस्माभिः तत् पक्षीयाः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः एवं सति किं ते कृतज्ञतां दर्शयेयुः इति अस्माभिः तत् पक्षीयाः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः इत्युक्ते तत्र अस्माभिः इत्युक्ते इदानीं तत्र पुत्री वदति पुत्री वा पौत्री पुत्री एव पुत्री वदति तत् अस्माभिः दुर्बलाः महिलाः बालाः च दीर्घकालं पोषिताः तर्हि इत्युक्ते किं भगिनि तदेव तत्र तत् पक्षीयाः दुर्बलाः ओ अस्तु अस्तु आङ्ग्ला आङ्ग्लीयाः इति वदति वा तत्र आङ्ग्लेयाः नाम तत्र आङ्ग्लाः महिलाः किन्तु दुर्बलाः महिलाः बालाः अस्तु बालाः च अस्तु दीर्घकालं पोषिताः तर्हि एवं सति किं ते कृतज्ञताम् इत्युक्ते यस्य कृतज्ञताम् इत्युक्ते यस्य कृतज्ञता नास्ति कृतम् अघ्नं कुर्वन्ति ते इति कृतज्ञ इत्युक्ते कृतं जानाति स्मरति किन्तु कृतज्ञ इत्युक्ते तस्य अघ्नं करोति इन्ग्रेट्फुल् तत्र कृतज्ञ इत्युक्ते इन्ग्रेट्फुल्नेस् इति भवति ग्रेट्फुल् कृतज्ञ न न न किं ते न तत्र कृतज्ञ तत्र अघ्न इति अस्ति भगिनि भवती यत् वदति तत्र ज्ञा इति एव अस्ति कृतज्ञ इति तत्र कृतघ्न कृतघ्न इत्युक्ते अपोजिट् आफ् कृतज्ञता इत्युक्ते सा वदति किं वदति इति चेत् वयं तत्पक्षीयाः दुर्बलाः महिलाः बालाः पोषितवन्तः दीर्घकालम् एवं सति किं ते कृतज्ञतां दर्शयेयुः, हौ केन् दे बिट्रेयस् इति वदति सा. इत्युक्ते दे विल् नाट् बिट्रेयस् इति, किमर्थं बिट्रेयल् कुर्वन्ति इति, किं ते कृतज्ञतां दर्शयेयुः इति पृच्छति इदानीम्. इत्युक्ते तस्य किं कान्फिडेन्स्, विश्वासम् अस्ति तेषु, न कुर्वन्ति तथा न करिष्यन्ति इति तस्य विश्वास, तस्याः विश्वासः अस्ति. शत्रु शत्रुनिग्रहः केवलं तत्र यथा भवत्या उक्तं नाम तत्र कृतघ्न गकारः अस्ति, घनतां कृतघ्नता अस्ति चेत् तत्र तदस्ति तत्र यत्र अन्ग्रेट्फुल्. किन्तु कृतज्ञ नाम जकारः नकारः तत्र तदस्ति ग्रेट्फुल्नेस्. किन्तु यदि शृण्मः नाम तत्र तदा तत्र भेदः न अवगम्यते खलु. तत्र उच्चारणे उच्चारणे भवति चेत् कृतज्ञः कृतज्ञः कृतज्ञः तादृशं वक्तव्यम्. तर्हि शत्रुनिग्रहः तेषां मुख्यं लक्ष्यम् इति इदानीं तातः वदति. शत्रुनिग्रहः तेषां मुख्यं लक्ष्यम्, अतः ते द्वित्रदिनाभ्यन्तरे सैनिकान् अत्र प्रेषयिष्यन्ति. द्वित्रदिनाभ्यन्तरे केवलं दिनद्वये एव सैनिकान् तत्र प्रेषयिष्यन्ति, यतोहि तेषां मुख्यलक्ष्यं मुख्यं लक्ष्यम् अस्ति शत्रुनिग्रहम्. इत्युक्ते तत्र भारतीयानां नाशनं इति एव भवति इति मन्ये. मम स्थितिं यदि भवती न ज्ञापयेत् तर्हि ते सैनिकाः दुर्गं पातयिष्यन्ति. मम स्थितिं भवती न ज्ञापयेत्, हा इत्युक्ते स्थितिम् इत्युक्ते यदि भवती तान् न वदति अहं कुत्र अस्मि इति, तदा न ज्ञापयेत् इत्युक्ते न सूचयति तान् न ज्ञापयेत् इत्युक्ते तत्र स्मारयति इति, अथवा भवती वदति वदति ज्ञापयेत् इति तत्र विधिलिङ् पुनः. तर्हि तर्हि ते तु दुर्गं पातयिष्यन्ति. यस्मिन् दुर्गे भवती तत्र सुरक्षिता अस्ति, दुर्गमेव पातयिष्यन्ति. भवनानि नाशयिष्यन्ति, सर्वाणि भवनानि नाशयिष्यन्ति, सर्वान् भवनात् निर्गमयिष्यन्ति इत्युक्ते निष्कासयन्ति सर्वान् भवनात् निष्कासयिष्यन्ति. भवत्याः मुखात् बलात् रहस्यं स्फोटयिष्यन्ति. एतत् सर्वं कृत्वा भवत्याः भवत्या सत्यं तु ते निष्कासयिष्यन् किम् एक्स्ट्राक्ट् इति भवत्या सत्यं वदति वादयन्ति इति वक्तुं शक्नुमः. तत्र वादयन्ति इत्युक्ते मेकिङ्ग् समोन् टेल् इति अथवा वाचयन्ति अथवा वादयन्ति नाम तत्र यथा सङ्गीत वादनम् एव वादनम् आमां तत्र रहस्यं तु ते प्राप्नुवन्ति इति रहस्यं स्फोटयिष्यन्ति स्फोटयिष्यन्ति तत्र बलवत् पदम् अस्ति स्फोटयिष्यन्ति इति एक्स्ट्राक्ट् इति स्फुटः इति अस्ति खलु स्फुटः स्फुट् इति धातोः स्फोट इति भवति. ते मां यथा तथा पीडयितुं न अर्हन्ति इति इदानीं पुत्री वदति. ते मां तथा पीडयितुं न अर्हन्ति मम ते पीडयितुं तत्र पीडिति धातुः पीडति पीडयति इति भवति. मम खड्गाः तान् निवारयिष्यन्ति. हा इत्युक्ते इदानीं पुत्री इदानीं वदति अहं तत्र केवलं स्थित्वा तान् एतत् सर्वं कर्तुम् अवकाशं न ददामि न दास्यामि मम खड्गः तु अस्ति खलु तस्य तस्य प्रयोगः प्रहारः भवति एव मया तर्हि तान् अहं निवारयिष्यामि इति खड्गः निवारयिष्यति इति चेत् अहं निवारयिष्यामि इति वक्तुं शक्नुमः निवारयिष्यामि सत्यं सत्यं हा तत्र खड्गः कर्तृपदं भवति अहम् इति वदामि चेत् अहं निवारयिष्यामि इति अपि भवितुम् अर्हति तान् निवारयिष्यामि इति हा भगवान् अस्मान् रक्षिष्यति इति तस्य श्रद्धा अस्ति भगवती अतः भवान् भवतु निश्चिन्तः इत्युक्ते निश्चिन्तः भवतु इति निश्शङ्कं राष्ट्रकार्ये प्रवृत्तिं क्रियताम् इति बहु धीरा अस्ति भवती अतीव इत्युक्ते तस्मिन् तेषु दिनेषु तत्र देशभक्तिः आयाति सर्वेषु इति तेषु प्रसङ्गेषु यत्र सर्वत्र देशभक्तिः किं प्रवर्तते तदा जनाः खलु महोदय ये कर्तुं वयं शक्ताः इति न चिन्तितवन्तः ते अपि तस्मिन् प्रवाहे ते अपि कृतवन्तः भगिनि ते अपि कृतवन्तः सर्वत्र तत्र ते वदन्ति खलु भगिनि नाम विश्वासः एव नाम अस्माकं मनः एव तत्र शत्रुः भवति अपि मित्रं भवति नाम अस्माकं मनसि विश्वासः अस्ति चेत् कर्तुं शक्नुमः किन्तु ते किन्तु तस्मिन् काले सर्वे जनाः बहु धीराः आसन् महिलाः अपि अनेकानि कार्याणि कृतवत्यः खलु नाम तत्र नो चेत् तत्र स्वातन्त्र्यं न प्राप्नुमः एव न प्राप्नुमः सत्यं भगिनि हा नाम तत्र आरम्भतः तत्र पुरुषाः महिलाः सर्वे मिलित्वा तत्र प्रयासं कृतवन्तः अत्रैव तत्र अतः एव तत्र सर्वं तत्र प्राप्तवन्तः नो चेत् इदानीमपि प्रायशः वयं किं वदामः सेवकाः एव भूत्वा तिष्ठामः प्रायशः सत्यं भगिनि सत्यं तत्र तत्र अवधेयम् इति अस्ति तदपि पठित्वा अस्तु यथा अणिजन्तधातूनां लट् लृट् लोट् लिङ्गादिरूपाणि भवन्ति तथैव णिजन्तधातूनामपि लट् लृट् लोट् लिङ्गादिरूपाणि भवन्ति इति दर्शयितुं तत्र एतत् सम्भाषणं यतोहि तत्र लट् इति दृष्टवन्तः लट् इति तत्र किं मोहयति त्याजयति इति दृष्टवन्तः प्रवर्तयति तदनन्तरं लृट् इति दृष्टवन्तः निर्वर्तयिष्यामि हा ज्ञापयिष्यामि बोधयिष्यामि अपि च विधिलिङ् तदनन्तरं लोट् इति तत्र विधिलिङ्ग् विधिलिङ्ग् किन्तु लोट् तत्र दर्शयेयुः अपि विधिलिङ्ग् ज्ञापयेत्यपि विधिलिङ्ग् लोट् पीड नास्ति तुमुन् अस्ति तुमुन् अस्ति पीडयितुम् इति अपि च लिङ्गादि भवन्ति इति तत्र अस्मान् ज्ञापयितुं स्थापितानि सन्ति लट्लकाररूपं तस्य लुट्लकार लोट्लकार विधिलिङ्गकार दीयते तत्र तत्र तदेव अभ्यासः अग्रे इदानीं लट् लृट् लोट् विधिलिङ्गु रूपाणि साधनीयं तर्हि वेदभगिनी तत्र समयः अस्ति वा अथवा भवत्या गन्तव्यं वा किम् टैम् किम् अस्ति 6:27 त्री मोर् मिनिट्स् अस्तु अस्तु भगिनि तर्हि तत्र कुर्मः वा यावत् कर्तुं शक्नुमः अहं करोमि तत्पश्चात् अस्तु भगिनि करोतु यथा त्याजयति लट्लकार लुट्लकार त्याजयिष्यति लोट्लकार त्याजयतु विधिलङ्लकार त्याजयेत् मोहयति तस्य लट्लकाररूपं मोहयति तस्य लुट्लकार मोहयिष्यति लोट्लकार मोहयतु विधिलङ्लकार मोहयेत् इति प्रवर्तयति लट्लकार प्रवर्तयिष्यति लुट्लकार लोट्लकार प्रवर्तयतु विधिलङ्लकार प्रवर्तयेत् एता यैत ऐ डोण्ट् नो प्रवर्तयेत् इति एतेव नेक्स्ट् निर्वर्तयिष्यामि लट्लकाररूपं दत्तं तस्य लट्लकाररूपं निर्वर्तयामि लोट्लकार निर्वर्तयतु ओ न सत्यं सत्यं निर्वर्तयतु निर्वर्तयतु अपि च विधिलिङ्लकार न तस्य उत्तमपुरुषरूपं वदामि मम तत्र लोट्लकारे निर्वर्तयानि लोट्लकार निर्वर्तयानि समीचीनं विधिलिङ्लकार विधिलिङ्लकार किम् अस्ति तत्र उत्तमपुरुषे निवर्तये निर्वर्तयेयं निर्वर्तयेयं करेक्ट् निर्वर्तयेयम् अपि च बोधयिष्यन्ति बोधयन्ति लट्लकारे बोधयन्तु लोट्लकारे बोधयेयुः विधिलिङ्लकारे समीचीनं भगिनि अस्तु अस्तु तर्हि इदानीं शुभ भगिनि सन्तापयेयुः इति तत्र विधिलिङ्गि दर्शितं तर्हि तत्र सन्त विधिलिङ्गि सन्तापयेयुः अस्ति चेत् तत्र लटि सन्तापयन्ति तत्र बहुवचने सन्तापयन्ति सन्तापयिष्यन्ति सन्तापयतु अपि च सन्तापयेयुः इति भवति सन्तापयन्तु सन्तापयन्तु सन्तापयन्तु सन्तापयेयुः इति विधिलिङ्गि ज्ञापयेत् इति विधिलिङ्गि एकवचने प्रथमपुरुषे दत्तं तर्हि ज्ञापयेत् ज्ञापयति इति भवति ज्ञापयति ज्ञापयिष्यति लृट्लकारे लोट्लकारे ज्ञापयतु अपि च ज्ञापयेत् इति विधिलिङ्गि भवति नाशयिष्यन्ति इति लृट् रूपं दर्शितं तर्हि नाशयिष्यति नाशयन्ति इति लट्लकारे बहुवचनरूपं प्रथमपुरुषे नाशयिष्यन्ति इति दत्तमेव तत्र लोट्लकारे नाशयिष्यन्तु इति भवति नाशयेयुः इति विधिलिङ्ग् भवति अपि च अन्तिमं दर्शयेयुः इति दर्शितं दर्शयति इति लट्लकारे दर्शयिष्यन्ति हा दर्शयन्ति हा दर्शयन्ति लटि लृटि दर्शयिष्यन्ति लोटि दर्शयन्तु विधिलिङ्ग् तु दर्शयेयुः इति समीचीनम् अस्तु भगिनि उत्तमं तर्हि तत्र अत्र स्थगयामः तर्हि शुभभगिनी तत्र शान्तिमन्त्रं वदतु तदनन्तरं ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्तिश्शान्तिश्शान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ धन्यवादः महोदय धन्यवादः धन्यवादः नमस्कारः अग्रिमे वर्गे मिलामः नमस्कारः